कारः तव्यत्तुमुन् पृच् इति करपत्रम् अनुवर्तते. तत्र निजन्तधातूनां निजन्तधातूनां तव्यत्तुमुन् तृजन्तरूपसिद्धिः इति पुनः कुर्मः खलु चिन्तनं जायमानः. आम् अस्तु, अस्तु. निजन्तधातु इति चुरादिगणे पठामि वा वदामि? पठामि वा इति पठतु भगिनि. चुरादि गणे स्वार्थे निच् चेदपि, प्रेणार्थे निच् चेदपि, यत्र यत्र निच् सम्बन्धरूपम् अपेक्षितं तत्र तत्र प्रथमकार्यमस्ति धातुतः निच् विधानम्. अतः तव्यत् तुमन् तृच् इत्येषां प्रसङ्गे सति सर्वप्रथमं निजन्तधातुः सिध्यति, तदा एव तव्यत् तुमन् तृच् सम्बन्धकार्यम्. सर्वे ऋजन्तधातव अनेकाच् इकारातः च. चुरादिगणे वयं जानीमः स्वार्थे निच् आगच्छति, तदनन्तरं च प्रत्ययो योजितं भवति. तु अत्र स्वार्थे निच्छति अपि प्रेणार्थे निच् भवति. निच् अनुबन्धालोपानन्तर चुट्टु अनेन कारस्य इत्संज्ञा तस्य लोप, चकारस्य हल्यन्तमेन इत्संज्ञा तस्य लोप भवति. इ अवशिष्यते. यदि धातुणिच् अतिदेशकधातु भवति, संज्ञङ्गो धातु अनेन नूतनसंज्ञा भवति संज्ञङ्गो धातु इति सूत्रेण. तु तत्र यदि पठ वयं चुर् इति स्वीकुर्मः, चुर् धातु, चुर् धातु धातु अङ्गकार्यं भूत्वा चोरि चोर् इति भवति उपगन्तलघुपदस्य निर्णय. चोरी चोर् योग इ चोरि, इदानीं चोरी नूतन धातु निष्पन्नं भवति इति अतिदेशकधातु वयं वदामः. तस्य स्वरूपं सदा सेट् अस्ति, कारणकी अनेकाच् अस्ति तु इति स्मर्तव्यं. निच् धातु सर्वदा एकारान्तधातु अस्ति, अपि सेट् अस्ति. तो अतः ये तव्यत्तु मन्त्रचि प्रत्याः ते सर्वे वलादि वलादौ सन्ति, अतः यदागम यदागम अनुकूला भवन्ति. अत्र यदागमस्य चिन्तनं भवति. फलतः तव्यत्तुमन् तृच् यदा विधीयन्ते तावता पूर्वम् अनेकाच् इकारान्त धातु वर्तते एव. अनेकाच् इति कृत्वा सेट्, इकारान्त इति कृत्वा सावधातुका अर्धधातुकयोः इति सूत्रस्य कार्यक्षेत्रम्. धातु सेट् तव्यत्तुमन् तृच् वलादयः इत्यतः यदागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचो यवा याव इति सूत्रस्य अवसरः. एवं सति ऋजन्तधातूनां तव्यत्वमन् तृच् इत्येषां रूपसिद्धिमार्गः सर्वत्र समानः. तो यदा निच् धातु निच् योजयामः धातुतः तत्र अनेकाच् इति भवति. यदि अनेकाच् अस्ति तत्र सेत् भवति. तदनन्तरं यत् तव्यत्वमन् तृच् ये प्रत्याः आगच्छति ते वलादौ सन्ति, अतः इडागमः भवति. यदि इडागमः अस्ति धातु प्रत्यय अस्ति, अर्धधातुकप्रत्ययः अस्ति, अनेन सार्वधातुक अर्धधातुकयो इति सूत्रेण गुणः भवति. गुणः भूत्वा तत्र इकार अस्ति, तु इकारस्य गुण इकार भभवति. तदनन्तरम् एचो यावत्स्य प्रसक्ति प्राप्ति भवति इति कार्यं भवति. सो इदानीं उदाहरणम् अस्ति चुर् योगनिच् चोरि इति अनेकाच् इकारान्तधातु, अनेकाच् अतः सेट् चोरि योगयितव्य चोरी गन्तः, अतः सार्वधातुकार्धधातुकयो इति सूत्रस्य कार्यक्षेत्रं. चोरे योगयितव्य धातु सेत् तव्यत् च वलादि इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचः स्थाने अयादेश अचि परे एचो यवायाव चोरय योगयितव्य चोरि चोरयितव्य अस्तु कचिर् इति रिच् अनेन रिच् इति आर्धधातुकधातु अस्ति अतः पुगन्तलघुपदस्य अनेन चुर् इति प्रथमम् उपधायाम् उकार अस्ति तस्य गुणः भवति चोर् इति भवति रिच् इति अनुबन्धालोपानन्तरम् इ अवशिष्यति तु चोर् योग इ चोरि इति नूतनधातु अतिदेशकधातु सनाद्यधातु इति सूत्रेण तस्य संज्ञा भवति धातुसंज्ञा इदनन्तरं यत् तव्य यत् यदि स्वीकुर्मः तव्य इति आर्धधातुकस्य वल्लादे अनेन इदागमः भवति इदागम आद्यन्तटकतौनेन इक् प्रत्ययस्य आदौ आगच्छति सो चोरी योगयितव्य इदानीं सार्व इत्तव्य इति प्रत्यय अपि अर्धधातुकः अस्ति अनेन सार्वधातुक अर्धधातुकयोः अनेन सूत्रेण गुणकार्यं भवति तो इकारार्धधातुः अस्ति चोरि तस्य गुण एकार भवति चोरे तदनन्तरं ये चोयावय इत्यस्य प्रसक्ति प्राप्ति भूत्वा ये आदेशः भवति चोरयितव्य इति भवति त्रिषु लिङ्गेषु तो चोरयितव्यं चोरयितव्यः चोरयितव्याः क्षम्या चोरयितव्या इति रूपाणि भवन्ति तथैव समानप्रक्रिया चुर्योगणिच् इत्तुं यदि भवति तत्र भवति चोरयितुं यदि चुर्योगणिच् योग इत्र अस्ति तत्र प्रातिपदिकं भवति चोरयितृ चोरयिता इति लिङ्गे चोरयित्री स्त्रीलिङ्गे चोरयित् इति नपुंसकलिङ्गे भवति सर्वेषां धातूनां सर्वेभ्यः धातुभ्यः तव्य मन्त्रस्य तेषां रूपसिद्धिः भवति अतः धन्यवादः भगिनि अत्र अरुणा भगिनी भवती अग्रे वदति वा भगिनि तत्र चिन्तनम् इति महोदयेन स्थापितं तत्र गम् योगः अनीयर् इति करोति वा गम् धातोः विषये विमला भगिनी भव्य भगिनी दशनिमिष अनन्तरं वदामि यतो हि अस्तु आमां भोजनं करोति चिन्ता करोमि भगिनी सरला भगिनी दोषः अस्ति चेत् कृपया वदतु गम्योगः अनियर् अत्र तु हलन्तधातुः अस्ति अजादिप्रत्ययः अस्ति केवलं वर्णमेलनं भवति गमनीय इति भवति गम्योग तव्यत् इत्यस्मिन् किं भवति तत्र गम्योग तव्यत् तत्र नकारः केन सूत्रेण भवति केन सूत्रेण भवति चिन्तव्यं भवति गम् अस्माकम् आवल्याम् अस्ति धातुः अन्यत् अस्ति धातुः आवल्यां नश्चापदान्तस्य झलि अनेन नश्चापद तेन एव तत्र नश्चापदान्तस्य पर्णः इत्यनेनैव तत्र नकारः गन्तव्यं गन्तव्य इति भवति गम्योगः निच् योगः तव्यत् इत्यस्मिन् गम्योगः निच्छति प्रथमं कुर्मः निच्छति तदा तु गम्योगः नि इति अवशिष्यते तत्र इ इति अवशिष्यते नकारस्य संज्ञालोपः भवति चुटु इत्यनेन अनन्तरं चकारस्य हलन्त्यम् इत्यनेन भवति इ इति अवशिष्यते तत्र गम्योगः इ इत्यस्मिन् अचोणिति इत्यनेन गामि इति भवति गम् अत उपद आमामामाम् अत उपद अतो अचोनिति इति तु तत्र वृद्धिः यदि अजन्तधातुः अस्ति अजन्त हलन्त उपधायाम् अकारस्य वृद्धिः भवति खलु वृद्धिः भवति गामि इति भवति गामियोग तव्यत् इति अस्ति तत्र गामि इति अनेकाच् वर्तते इति कृत्वा तस्य पूर्वम् अनेक एक अस्ति प्रक्रिया गाम् अस्ति किन्तु मकारान्त धातुः अस्ति तु मित् हस्व मितां हस्वा हस्व इति सूत्रस्य कारं भवति तदन पुनः यद् वृद्धिः अभवत् तस्य हस्वत्वं भवति एकनिमिषं मितां ह्रस्व स्मरामि किन्तु अत्र ओ गमयति इत्येव भवति खलु तत्र गामयति भवति गामयति न भवति नाम ह्रस्वः इत्यस्मिन् मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य निच् प्रत्यये मित् अस्ति इति किमर्थं मित् इति वदामः गम् घटादयः मित् घटादयः मित् इति भ्वादिगणे आगच्छति यदि चुरादिगणे चुरादिगणे ये ज्ञापदयो मिति अस्ति तत्र केवलं षट् धातव दत्तमस्ति तत्र अस्माकं करपत्रे यपै चहं रहं यमं छिञ् वलं किन्तु मित् गम् धातु न दत्तमस्ति तो अहं चिन्तयामि घटादयो मित्ति यत् अस्ति तत् तस्मिन् भूतः अस्ति अस्तु भगिनि घटादयोः मितः इत्यनेन तत्र पुनः तत्र मित्संज्ञाकः भवन्ति गम् धातुः तदनन्तरं मितां ह्रस्वः इत्यनेन तत्र मित्संज्ञकस्य अङ्गस्य उपधावर्गस्य णिच् प्रत्यये परे ह्रस्वादेशः भवति तदा तु गमी इत्येव भवति तदनन्तरं गमीयोगः अनेकात् अस्ति इति कृत्वा इ इति इडागमः भवति गमीयोगः इ योगः तव्यत् इति भवति सार्वधातु कार्धातुक्योः इत्यनेन गमे भवति तदनन्तरम् एते वयावः इत्यनेन गमयी भवति गमयी भूत्वा गमयितव्य इति भवति अतः एव गमयिता गमयितृ गमयितुम् इति भवति तद् तादृशचिन्तनम् भवती करोति अहं तदपि करोमि वा मितां ह्रस्वः न भवति खलु तत्र तु अपि शल् अपि चुरादिगणीयधातुः अस्ति भगिनि आम् तर्हि क्षल् योगः अनियर् चुरादिगणीयधातुः अस्ति आं क्षालयति इति चुरादिगणीय तर्हि स्वार्थं विधीयते अनन्तरं प्रथमं महोदय अस्माकं करपत्रमस्ति तत्र शाल् लिखितवान् तत्र इदानीं समीकृतवान् शुकमहोदयं उक्तवान् महोदय शाल् इति धातु नास्ति शल् धातु अस्ति क्षल्योग अनियर् इत्यस्मिन् क्षल् इति यथा भगिन्या उक्तं तत्र चुरादिगणीयधातुः अस्ति तत्र तर्हि स्वार्थे निच् विधीयते तदा तु क्षल्योगः इ योगः अनियर् इति भवति अस्ति खलु भगिनि तर्हि तत्र किं भवति तत्र तु पुनः अतोपदया इत्यनेन क्षाल् भूत्वा क्षाली इति नूतनाङ्गं क्षाली योगः अनियर् क्षाले भवति क्षालयनीय अन्यकार्यमस्ति भगिनि प्रथमं रेण निटि इति तस्य कार्यं भवति शाली यदा अस्ति अनिट् प्रत्यये परे धातुक अनिट् प्रत्यये परे पूर्वस्थितस्य तत्तु अहं निचन्तस्य कृते स्मरामि अनियर् प्रत्ययस्य कृते स्मृतवती अन्यर् अपि अर्धधातुकप्रत्ययः अस्ति अपि इडागम नास्ति तत्र अस्ति इति कृत्वा क्षाल् इति भूत्वा यदि इकारस्य लोपः भवति निच् प्रत्ययस्य लोपः भवति इकारस्य लोपः भवति क्षाल् योगः अनीय क्षालनीय इति एव भवति खलु एकनिमिषं भगिनि कृपया करोतु अग्रे यदि भवती करोतु भगिनि शाल् योग्य शल् योग्यतव्य समानप्रत्यया स्वार्थे निच् आगच्छति शल् योग निच् आगच्छति परे चुरादिगणीयधातु अतः अतो उपधायाम् इति उपधायाम् अकारः अस्ति तत् शाल् योगतव्यत् भवति तदनन्तरम् इकार शाली इति भवति तव्यत् इदानीं शाली इति भवति अनेकाच् अतः सेट् भवति तव्यत् इति लादौ अस्ति इदानीम् इडागमस्य चिन्तनं भवति तु इडागम शाली योग इत्यव्यत् भवति यदि शाली योग इत्यव्यत् अस्ति तत्र शाले धार्धधातुक अर्धधातुकेन प्रथमं शाले भवति शाले योग इत्यव्यत् एचुयावनेन शालयितव्य इति रूपं भवति यदि शल् योगाणि तव्यत् अस्ति अत्र शल् पुनः इति धातु चुरादिगणीयधातु अस्ति स्वार्थे निच् योजितं शल् योगणिच् पुनः अत्र उपधायाम् अनेन शाल् भवति शाल् योग निच् इत्यस्य अनुबन्धरूपम् इ भवति, सो शाली भवति. इदानीं शालीयोग निच् अस्ति पुनः प्रेरणार्थे विच अहं स्वीकरोमि इति हेतुमति अनेन. सो शालीयोग निच् यदि अस्ति निच् इदानीम् आर्धधातुक अनिट् प्रत्यय अस्ति, अतः पूर्वस्य शाली तस्य लोपः भवति, पुनः शाल् योग निच् भवति. शाली इति रेवनिटि अनेन पुनः शाली एव भवति. सो शालीयोग तव्यत् इदानीं शाली इति पुनः अनेकाच् अस्ति, सेट् अस्ति, तव्यत् वलादि अस्ति, दागम इत्तव्यत्, शालीयोग इत्तव्यत्, पुनः शालीयोग इत्तव्यत्. तो इदानीम् एचो यावनेन शालयितव्यत्, शालयितव्या, शालयितव्यम् इति रूपाणि भवति. भगिनि अत्र तव्यत् तत्र केवलं तव्यत् प्रत्यये परे अपि समानमस्ति खलु, क्षालयितव्य इति तव्यत् प्रत्यये परे इति न आगच्छति, तदा क्षालयितव्य भवति. भवती निजन्तस्य न उक्तवती खलु, प्रेरणार्थे निज् तावत् न उक्तवती खलु? आम् उक्तवती. तत्र किं भवति, शाली अस्ति न, शाल् योग निच् अस्ति प्रेरणार्थे निच्, तत्र रेणनिति कार्यं करोति. रेणनिति भूत्वा इकारस्य शाली यस्य पूर्व इकारस्य च लोपः भवति. अन्ततो गत्वा समानरूपं भवति, समानरूपम् अन्ततो गत्वा यां रूपं समानया, केवलम् एक अधिक अधिकसोपानम् अस्ति तत्र रेणनिति इत्यस्य. अस्तु, पुष्पा भगिनी अपि अस्ति. आं भगिनी प्रायः इतोपि भोजनं करोति इति मन्ये. अस्ति, भवती करोति वा बुद्ध इदानीम्? आं भगिनि बुद्धिति अस्तु. बुद्धियोगः अनियर् इत्यस्मिन् भगिनि अहं कर्तुं शक्नोमि अपि भोजनं झट्पट्. अत्र बुद्ध इति धातुः, बुद्ध योगः अनियर्, अनियर् आर्धधातुकप्रत्ययः अस्ति इति कारणेन उपधायां सिद्धस्य उकारस्य गुणादेशभूत्वा बोध अनियर् बोधनीयः बोधनीया इति रूपम्. बुद्ध्योगः तव्यत् तथैव बोध तव्यत् इति प्रथमम् अत्र गुणादेशे भवति. पश्चात् झषष्ठतो दोर्ध इत्यनेन तव्यत् प्रत्ययस्य आदिमः तकारस्य धकारः भवति. पश्चात् बोध इति धातोः धकारस्य दकारः भवति, झलां झषि इति. तु बोद्धव्य इति रूपम्. बुद्ध योगः णिच् योगः तव्यत्. बुद्ध योगः णिच् अत्रापि बोध इति प्रथमतया, यतोहि णिच् अर्धधातुकप्रत्ययः अस्ति. बोध बोध भवति. णिच् प्रत्ययस्य णकारचकारयोः इत्संज्ञा भूत्वा इकारः अवशिष्यते. बोधि कुत्र अस्ति, एकनिमिष, बोधि इति भवति. अत्र बोधि परे तव्यत् अस्ति. तव्यत् अपि आर्धधातुकप्रत्ययः, इडागमः इडनुकूलः, यतोहि अद्य बोधि सेट् भवति अनेकाचिति कृत्वा. अत्र तव्यत् प्रत्ययस्य उपस्थितिः बोधि तस्य इगन्ताङ्गस्य गुणं भूत्वा बोधे भवति. बोधे इतव्यः बोधयितव्य इति रूपं सिद्ध्यति. सुष्ठु वा भगिनी, श्रूयते? आं भगिनि श्रूयते. सरला भगिनी एव वक्तव्यं, भगिनी सुष्ठु अस्ति वा? मया भगिनी निपुणा अस्ति भगिनि, अद्यापि अहं पठन् अस्मि, पठन्ती अस्मि, नैपुण्यमत्र नास्ति, भवत्यापि पठनीयम्. सर्वे पठन्ति वयं सर्वे पठन्तः स्मः. अग्रिमः अस्ति कृ योगः अनियर्. अस्तु, कृ धातुः अनियर् इति पुनरेकवारम् अस्माकं कः भवति अत्र कर् इति गुणादेशः भवति निच् इत्यस्य उपस्थितेः कारणात् कृ अनियर् कर् इति भवति. अत्र कर् योगः अनियर् रषाभ्यां नो नः अट्कुप्याङ्गम् अट्कुप्वाङ्गम् युवायपि इत्यनेन नकारस्य णकारः भूत्वा करणीय इति रूप. कर्तव्यत् अत्र अपि कृ इत्यस्य गुणभूत्वा कर्तव्य इति भवति. अत्र कृ योगः निच् योगः तव्यत्. अत्र किञ्चित् निच् निच् अस्ति इति इत्यनेन अत्र वृद्धिभूत्वा कारि कार् भवति का निच् अनुबन्धलोपानन्तरं यत् इ अवशिष्यते कार् योगः इ कारि भवति. कारि तव्यत् अर्धधातुकप्रत्ययः अस्ति पुनः कारे भवति कारे इतव्य कारयितव्य इति भवति इति मम अवगमनं कारयितव्य. आं भगिनि किन्तु भवती सूत्राणि न वदति मया उक्तं खलु क्रयोगः अनियर् अत्र अर्धधातुकस्य सार्वधातुक आर्धधातुक गुणः भवति अस्ति परे तु केन सूत्रेण वृद्धिः भवति हा अचोनिणति इति तेन वृद्धिः भवति अन्तिम अन्तिम अचः वृद्धिः भवति अचोनिणति इति सूत्रेण पश्चात् केवलं अन्यप्रदेशेषु गुणभूत भवति या तु सार्वधातुक आर्धधातुक इत्यनेन उपधायां सत्य तद् अत्र नास्ति. अत्र अन्तिम स्वरः अस्ति इगन्त अस्ति तेन कारणेन अत्र सार्वधातुक आर्धधातुक इत्यनेन कर् कार् कर् भवति दिच् परे कार् भवति तस्य पश्चात् केवलं कारी कारी यत्रस्य कारे भवति तदेव सूत्रं तत्र तस्य कारे इतव्य अत्र एचो वायवः ते तस्य कारणे कारयितव्यः इति भवति. धन्यवादः. न न सम्यक् एव भगिनी, नहि तु अहमपि विस्मरामि एव. अस्तु, अत्र अन्य कोऽपि कर्तुमिच्छति किं भव्या भगिनी? सरला भगिन्याः क्रमः आसीत् खलु. अस्तु अस्तु, पुष्पभगिनी वदति वा भगिनि? सरला भगिनी. अस्तु, नी दीर्घ इकारान्तदातव अजन्तदातव इति सर्वे इकारान्तदातवः डीं झीं वर्जित्वा अन्यतः तो अत्र नी इति अन्यत् अस्ति. सो नियोग नियर् अनियर् आर्धधातुकप्रत्ययः अस्ति. इदानीं सार्धधातुक आर्धधातुकयो अनेन गुणः भवति ने भवति ने योग अनियर्. इदानीं एचो अयाव अस्य प्रसक्ति प्राप्ति भवति. सो अय आदेशः भवति नय नयनीय इति रूपं भवति नयनीयं नयनीयः नयनीया इति त्रिषु लिङ्गेषु रूपाणि भवति. नियोगतव्यत् अस्ति वयं जानीमः यत् अन्यत् अस्ति अत्र केवलं गुणकार्यं भवति प्रथमं. सो नी पुनः सार्धधातुक आर्धधातुक ने भवति तदनन्तरं नेतव्य इति रूपं भवति नेतव्य नेतव्या नेतव्यः इति. नियोग णिच् यत्र अस्ति तत्र नी णिच् इति णित्वात् अचोञ्जनति तस्य प्रसक्तिः भवति वृद्धिः भवति वृद्धिः भूत्वा नै भवति नै योग णिच् इति अनुबन्धलोपानन्तर इ अवशिष्यते तु नै योग इ अत्र एचोयवायनेन नायि इति अतिदेशकसूत्रं भवति. नायि इति अतिदेशकधातु साधु अतिदेशकधातु इति सूत्रमस्ति संयङो धातव इति सूत्रमस्ति तेन धातुसंज्ञा भवति नायि तस्य सनाद्यन्तधातव तेषां इति सूत्रेण नूतन आतिदेशकधातुसंज्ञा आगच्छति तत्र सो नायि योग इदानीं नायि इति अनेका अस्ति उत्तव्यत् इति बलादौ अस्ति सार्वधातुक आर्धधातुकबलादे अनेन इदागम इदागम इति आद्यन्तकृतवर्णिने प्रत्यय आदौ आगच्छसि सो इत्तव्यं भवति सो नायि इदानीं सार्वधातुक आर्धधातुकवर्णेन गुण भवति नाये नाये योग इत्तव्य एचो अयावर्णने अय आदेश सो इति भवति नाय इत्तव्य नाय इत्तव्या नाय इत्तव्यम् आहत्य तिन् रूपाणि भवन्ति नयनीयं नेतव्य नायितव्य इति साधु नाययितव्य इति भाति नाययितव्य नाययितव्य इति यकारः द्वारमस्ति वदामि वा लिक् योगः अनियर् लिक् तु अत्र तु अनियर् तु अनित् प्रत्ययः वर्तते इति कृत्वा लेखन् तत्र सार्वधातुकार्धातयोः क्युः इति न उप तत्र क्षम्यताम् उपद अतो पुगन्तलघुपदन्त लेख् भवति लेखनीय इति भवति तदनन्तरं लिक् योग तव्यत् इति अस्ति तव्यत् इति प्रत्ययः इडानुकूलः वर्तते तत्र लिक् इति धातुः इडानुकूलधातुः वर्तते अस्माकम् आवल्यं नास्ति तर्हि लिक् योगः तव्यत् इत्यस्मिन् किं भवति लेख् भवति लेखितव्य इति भवति खलु लेख् योगः इ प्लस् तव्यत् लेखितव्य इति भवति तदनन्तरं लिक् योगः णिच् योगः तव्यत् इत्यस्मिन् लिक् योगः णिच् इति प्रथमम् तत्र तु किं भवति अत्रापि पुगन्तलघुपदस्य चैतन्येन लेख् भवति तदनन्तरं लेखी इति नूतनधातुः सनाद्यन्तदातवः इति सूत्रेण लेखी योग अनन्तरं किमस्ति अनेकाच् वर्तते इति कृत्वा नूतनधातुः अनेकाच् अस्ति इति कृत्वा इडानुकूलः भवति तत्र इडागमः सेत् भवति तदा तु लेखी योगः ई योगः तव्यत् तत्र अधुना किं भवति अधुना तु केवलम् एचो तत्र सार्वधातुक अर्धातुक इति लेखे भवति तदनन्तरं तत्र एचो एव यावः न लेखै भवति लेखयितव्यम् इति भवति वा लेखयितव्यं लेखयितुं लेखयिता लेखयितु इति पुनः भगिनि निर्मला भगिनी अस्ति खलु अस्तु भगिनि अग्रिमधातुः अस्ति प्रच् प्रच् अनियर् इति अस्ति अनियर् तु इदानुकूलः नास्ति तेन कारणे अत्र केवलं वर्णमेलनं प्रच्छनीयः प्रच्छनीया प्रच्छनीयमिति भवति प्रच् योगः तव्यत् अत्र प्रच् तु अनिट् अस्ति परन्तु तव्यत् इदानुकूलः अस्ति अस्तु तत् अत्र प्रच् इत्यत्र झलादिप्रत्ययः अस्तु परन्तु तत् झलादिप्रत्ययः कित् नियत् नास्ति तेन कारणेन अत्र व्रश्च भ्रश्च स्रजमजराजभ्राज छशामिति तस्य सूत्रस्य प्रसक्तिः अस्ति यतोहि छोः स्फुटनासिके इत्यत्र अनुनासिकप्रत्ययः भवेत् झलादि कित् नित् भवेत् या तु क्वित् भवेत् तद् यत्र नास्ति केवलं झलादि अस्ति तेन कारणेन वृश्चभ्रश्च इति सूत्रस्य प्राप्तिः भूत्वा प्रश् भवति प्रश् योगः तव्यत् अत्र ष्टुनाष्टुः इति सूत्रेण प्रष्टव्य इति अन्तिमरूपम् अत्र इडानुकूलः नास्ति, अस्माकम् आवल्यम् आसीत् खलु इति तदपि. हा प्रचलु, हा इडा इडानुकूलः नास्ति. आम् आं भगिनि, प्रष्टव्य. अग्रिमः प्रच् योगः निच् सहितचकारस्य किम् आसीत् तत्र सूत्रं? छोः शूरनास्ति इत्यत्र तुक् सहितचकारस्य छोः छकार वकार परे अच्छा अस्तु, अनुनासिकादौ छोः शूरनास्ति अत्र अनुनासिकादौ अथवा जलादौ किति किति प्रत्यये परे तथा क्विक् प्रत्यये परे अङ्गान्ते विद्यमानस्य छ इत्यस्य श आदेशः भवति इति अत्र अस्य आवश्यकता नास्ति क्यो यतोहि अत्र छ इति वृषभस्य इत्यस्मिन् सूत्रे अस्ति. तर्हि हा छोः शूरवर्षे क्रियते चेत् द्विवारं करणीयं, परिवर्तनं कृत्वा तदेव सूत्रम् आश्रित्य क्रिया भवति. महोदय निति इति न स्वीकर्तव्यम् इति उक्तवान् इति मन्ये खलु? अस्माकं वर्गे प्रथमं चिन्तनं कृतवन्तः चकार तुक्स चकार अस्ति, ब्रश ब्रश नने तत्र तुक्स चकार न लिखितमस्ति, केवलम् अस्ति अस्ति अस्ति अस्ति अस्ति अस्ति अस्ति किन्तु अत्र किम् इत्युक्ते महोदय उक्तवान् तत्र निति इति न स्वीकर्तव्यम् अनुवृत्ति त्यक्त्वा तथा महोदय पाठितवान् इति मन्ये. तदा तु सर्वेषां तुक्तचकार यत्र यत्र वर्तते तत्र सर्वत्रापि एतदेव अनेनैव सूत्रेण तत्र किं भवति तदनन्तरं पाठितवान् अस्माभिः. आं तालविषकारः भूत्वा तदनन्तरं वयं तत्र परन्तु भगिनी अत्र भगिनी भवती वदति किन्तु इति समाधानं महोदयस्य वर्गे इति भगिनी अत्र अहं लिखामि अत्र चाट् मध्ये महोदयेन तत्र निति इति न स्वीकृतमस्ति अस्माकं पाठने तत्र करपत्रस्य लिङ्क् अपि दास्यामि. महोदय किम् उक्तवान् इत्युक्ते सामान्यरूपेण वयं तुक्सहितचकारं वयं तत्र निति इति न स्वीकुर्मः, तर्हि सर्वत्रापि अस्य सूत्रस्य प्रसक्तिर्भूत्वा प्रथमं तालविषकारः भूत्वा तदनन्तरं वृषभृष इत्यनेन मूर्धनिषकारः भवति इति महोदयस्य पाठनं तथा आसीत्. तर्हि अस्तु, यतोहि अष्टाध्यायं यदि पश्येम कुत्र अस्ति तत्र तु आम् उदाहरणे प्रच् योगः नङ् तत् प्रश्नः इति अन्तिमरूपमस्ति, तत् ङित् प्रत्ययः अस्ति जलादिङित् अपि च प्रच् किन्तु महोदयस्य पाठने महोदय उक्तवान् तत्र वयं तत्र मातुः चिन्तनमस्ति निति इति न स्वीकर्तव्यम् अस्तु इति कृत्वा महोदय तथा एव पाठयति. हा हा हा हा अस्तु, धातुपाठे हल्सन्धि इति तस्मिन् अस्ति किम्? आम् आं भगिनि, तत्र तत्रापि अनुवृत्तिसहितसूत्रमहोदयेन तत्र दत्तम् एतावत् किम् अभवत् अत्र ओ किम् क्वीझलोः अनुनासिके इत्युक्ते कित् नित् न स्वीकृतं न स्वीकृतम् आं भगिनि. वदतु भगिनि, तावदेव तत्र भेदः मतभेदाः सन्ति इति उक्त्वा महोदय एवं वयं स्वीकुर्मः वर्गे इति. अस्तु, मतभेदाः सन्ति इति अस्तु अस्तु. एकनिमिषे भगिनि एतद् ऐ हव् टु कापि दिस् भवती वदतु, यतोहि एतत् सर्वं मया लेखनीयं भवत्या चाट् मध्ये यत् स्थापितं तत् मया लेखनीयम् भवती तत्र लिङ्क् केवलं लिङ्क् स्वीकरोतु भगिनि तत्र यत्र महोदयस्य करपत्रेषु यत्र कुत्रचित् अपि सोः शूडनुनासिके इति पश्यति चेत् तत्र सर्वत्र महोदय नीति इति अस्तु न लिखितवान् किं सर्वत्रापि तथा एव ओ अस्तु अस्तु सोपि सम्यक् भवति अस्तु एकं लिङ्क् प्रेषयामि तत्र हल्सन्धि विषये एव चतुर्थं बिन् चतुर्थ चित् अस्ति अतः तत्र पश्यतु अस्तु अस्तु अग्रिमधातुः अस्ति पठ् योगः अनियर् अत्रापि केवलं वर्णमेलं पठनीय पठनीयः पठनीया पठनीयमिति पठ् योगः तव्यत् सर्वे ठकारान्तधातवः हलन्तधातवः सेटः अत्र धातुः सेट् अस्ति प्रत्ययः अपि इदनुकूलः अस्ति पठ् योगः तव्यत् पठितव्य पठितव्य पठितव्या पठितव्य पठ् योगः निच् अत्र निच् इत्यनेन पाठ् इति अतो निणति इति सूत्रेण उपधास्थितस्य न अतो अत उपधायाः अत्र खलु अत उपधायः इति कृत्वा पाठ् भवति पाठ् योगः इकारः यद् अवशिष्यते अनुबन्धलोपानन्तरं निच् प्रत्ययस्य पाठ् इ पाठी पाठी तव्यतस्य सार्धधातुकप्रत्ययः गुणभूत्वा पाठे इति भवति पाठे योगः इतव्य पाठ एचोयवायव इत्यनेन पाठयितव्य इति रूपसिद्धिः अग्रिमं भवती करोति किं भगिनी भगिनी सरला भगिनी कृतवती वा भवत्याः क्रमः जातः वा ओके द्विषयोग नियर् द्विषति उपधायां रिकारान्तधातुः अस्ति सो अन्य आर्धधातुकप्रत्ययः अस्ति अनेन पुगन्तलघुपद्यस्य अनेन गुणः भवति दर्शयोग अडिय दर्शनीय इति रूपं भवति त्रिषु लिङ्गेषु दर्शनीयः दर्शनीयं दर्शनीया दृश्योग्यतव्य अस्माकम् आवल्याम् अस्ति दृश् तस्य अन्यत् अस्ति धातु किन्तु अत्र त्रीणि सूत्राणि तेषां प्रसक्तिः भवति एकमस्ति पुगन्तलघुपदस्य द्वितीयं भवति सृज् द्रशो झलि सृज् द्रशो झलि अनेन अमागमः भवति खलु हा नित्यं नित्यं तृतीय अस्ति ऋतुपद्य अनुदातस्य अन्यतरसाम् इदानीं सृज् द्रशो झलि इति अपवादत्वेन पुगन्तलघुपदस्य अपवादत्वेन इति आगच्छति अपि दृश् इति प्रतोपदित्वात् इति तस्य स्वीकरणीयम् अत्र नित्यम् अमागमः भवति झलि परे सो दृरोग अम् आगमः आगच्छति तदनन्तरम् इको यणचि रेफ् अम् आगमस्य यत् अस्ति अस्माकं रम् आगमः अस्ति आगच्छति सो द्रष्टा द्रश् भवति द्रश्योग तदनन्तरं द्रष्टव्य द्रश् शकार इति वस्त्रभ्रष्टसिज्जराज अनेन मूर्धन्यशकार आगच्छति द्रश् भवति द्रश्यवश्नाष्टु अनेन द्रष्टव्यम् इति रूपं भवति दृश्योग निश्चर अस्ति तत्र पुनः पुगन्तलघुपद्यते अनेन दर्श् योग ई दर्शी भवति इदानीं दर्शी भूत्वा तदनन्तरम् अनेकाच अस्ति तव्यस्य डागमः भवति सार्वधातुक आधुक अनेन क्षम्यतां दर्शे योगयितव्यम् एचोयावने दर्शयितव्यम् इति भवति सो आहत्य दर्शनीयं द्रष्टव्यं दर्शयितव्यम् इति द्रष्टव्यं द्रष्टव्यं दर्शयितव्यम् दर्शयितव्यम् आम् नश्य अहं वदामि नश्योगः अत्र तु इडानुकूलः नास्ति प्रत्ययः केवलं वर्णमेलनं वर्तते तत्र जलादि अपि नास्ति केवलम् अजादिप्रत्ययः वर्तते तदा तु नशनीय इति भवति खलु नशनीयमिति नशनीयः नशनीया नशनीयम् इति वा तदनन्तरं नश्योगः तव्यत् इत्यस्मिन् रदादिभ्यश्च इत्यनेन वेट् भवति वायुट् भवति तदा तु यत्र इडागमः भवति तदा तु नश्योगः ई योगः तव्य नशितव्य इति भवति यत्र इडागमः न भवति तदा तु मज्जीनशोर् जलि किम् अस्ति मज्जीनशोर् तदा तु अनुमागमः मिदच्छोन्त्यात् परः इत्यनेन अन्तिम स्वरात् अन्तिम अचुवर्णात् परे आगच्छति तदा तु न इष् इति भवति तदनन्तरं नञ्च् इति भूत्वा अनुशासय ये पर्सवर्णः कर्तुं शक्यते नञ्च् इति भवति तदनन्तरं नशापदान्तस्य जलि इति अनुस्वारः आगच्छति नञ्च् इति भवति नञ्शोगः तव्यत् इति अधुना तु ब्रश ब्रश इत्यनेन ब्रश ब्रश सृज मृज यज राज व्राज शशांशः इत्यनेन षकारस्य षत्वं मूर्ध्निषकारः भवति नञ्च् भवति तदनन्तरं किं भवति ष्टुनाष्टुः इत्यनेन तकारस्य टकारः भवति नष्टव्य इति भवति तदनन्तरं नज्योगः णिच् इत्यस्मिन् अधुना निच् किम् अस्ति इकारः अवशिष्यते पुनः जलादिप्रत्ययः नास्ति इति केवलम् इकारः अस्ति तदा तु नश्योगः ई नश् तत्र अतोपदाय इत्यनेन नाशि इति भवति नाशियोगः अधुना तव्य अनेकाच् सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा अधुना अनेकाच् वर्तते इत्यनेन इति कारणतः तव्यत् अपि युधानुकूलः प्रत्ययः अस्ति इति कृत्वा इकारः भवति अधुना किं भवति अत्र नेरनिति इत्यस्य कार्यं नास्ति तदा किं भवति नाशे इति भवति नाशे भूत्वा सार्वदात्कार्धात्क्योः इत्यनेन तदनन्तरम् एचोयवायावः इत्यनेन अय्यादेशः भवति नाशयि इति भवति नाशयि तव्य इति भवति अस्तु मखु विमला भगिन्याः क्रमः अस्तु वह् योगः अनियर् अत्र केवलं वर्णमेलनं वहनीयः इति वह् योगः तव्यत् अत्र होढः इति सूत्रेण वढ् इति भवति प्रथमं किं भवति तत्र वह् नः वः वह् धातुः अनिट् अस्ति तव्यत्तु इदनुकूलः अस्ति तु वह् धातुः प्रथमतया हकारस्य ढकारादेशः भवति होढः इति सूत्रेण चेत् पश्चात् यत् अस्ति झषस्ततो दोर्ध इत्यनेन तकारस्य ढकारः भवति वड् ध इति अस्तु वड् ढ इति अस्ति वड् ढ इति अस्ति अष्टुनाष्टुचन वड् ढ भवति पूर्वतन ढकारस्य लोपः भवति ढोडे लोप इत्यनेन सूत्रेण यदा पूर्वतनस्य धकारस्य लोपः भवति ढलोप इत्यनेन वकार उत्तरस्य अकारस्य दीर्घत्वं भवेत् तत् बाधित्वा सहि वहोः ओत् अवर्णस्य इत्यनेन ओत् आदेशः भवति वोढव्य इति रूपं सिद्ध्यति वह योगः नेच् योगः कार्यम् अग्रे न आगच्छति वा किं कार्यं वकारस्य ओकारः न न न वकारस्य व पश्चात् ओ भवति वो अत्र वढव्यम् इत्यत्र केवलम् एकः ढकारः वर्त अवशिष्यते वकारस्य उत्तरस्य ढकारस्य लोपः भवति ढोडे लोपः भवति इत्यनेन अत्र ढलोपे पूर्वस्य दीर्घः पूर्वस्य अणः दीर्घः भवति वा भवेत् बाढ् भवति परन्तु तत् बाधित्वा सहि वहोः ओत् अवर्णस्य इत्यनेन वोढ् भवति व योगः ओ योगः ढव्यत् वोढव्य इति भवति. तत्तु तत् कार्यम् अन्तिमकार्यम् आगच्छति, अन्तिमे आगच्छति. भवती तदेव उक्तं खलु, तत् न उक्तं किम्? अस्तु, वः योगः निच् योगः तव्यत्. अत्र निच् नित् अस्ति, अत्र उपादायाः इत्यनेन वाह् इति भवेत्, वाढ् होढ इत्यनेन. अस्तु, वः योगः निच् होढ इत्यनेन वड् भवति. वड् झलि परे भवति होढ, तस्य प्रसक्तिः नास्ति हकारस्य. अस्तु, निच् इति निच् झलि नास्ति. साधु भगिनी, वः योगः निच् वः योगः ई भवति, परन्तु अथोपधाय च वाह् भवति खलु, वाहि भवति किन? वाहि भवति अत्र. वाहि तत्र एकनिमिषः, अत्र वाहि वाहि पश्चात् तव्यत् अस्ति, तत्तु आर्धातुकप्रत्ययः, सार्वधातुक आर्धातुक इत्यनेन वाहि तत्र वाहे भवति. वाहे इतव्य एकारस्य परे इकारस्य इति एचो वायावः इति भवति, वाह इतव्य इति. साधु भगिनी, अयादेश एचोयवायवः अयादेश भूत मम क्रम साधु. तृ योग नियर् तृ इति दीर्घ ऋकारान्तधातुः अस्ति, अस्माकम् आविल्याम् अपि अस्ति अजन्तधातु, सर्वे दीर्घ ऋकारान्तधातव सेटर् स्मर्तव्यं. सो त्रियोग नियर् अनियर् आर्धधातुक प्रत्यय अस्ति, सार्धधातुक आर्धधातुक अनेन गुणः भवति, तरणीय इति रूपं भवति, तरणीय तरणीयं तरणीया इति रूपं. त्रियोगतव्य तत्र सेट् अस्ति, प्रत्ययतव्य तत्र सेडागमः भवति, आर्धधातुक सेजबलादि अनेन इत्तव्य. सो इदानीं तरितव्य इति रूपं भवति, तरितव्यं तरितव्या तरितव्यः. त्रियोग निच् यत्र अस्ति तत्र प्रथमम् अचोन्यनति, अनेन वृद्धिः भवति, वृद्धिः भवति ताप् तार् भूत्वा, तदनन्तरं तारि इकार योजयामः, अनुबन्धलोपानन्तरं रिच् इकार अस्ति तारि, तारि तदनन्तरम् अनेकाच् अस्ति, सेट् भवति तव्य इति पुनः यदानुकूलं भवति इदानीं तु इत्तव्य भवति, तारि योग इत्तव्य, सार्वधातुक आर्धधातुक अनेन तारे, तारे योग इत्तव्य एचो याव अनेन अय आदेश, सु तार इत्तव्य इति रूपाणि भवति. अत्य तरणीयं तरितव्य तारि तारयितव्य इति रूपाणि भवति. तरीतव्य इति अपि दीर्घ ऋतोवा रूपं धन्यवादः खलु. तावत्पर्यं कृतवन्तः. अग्रिमे सप्ताहे मे महोदय उक्तवान् प्रायः करपत्रं समाप्यामः, तदनन्तरं गुप्त इति उक्तवान्. किं किं भगिनि तदनन्तरं किम् अस्ति? गुप्त गुप्त अहं चिन्तयामि, सः अभ्यासं ददाति. गुप्त इति उक्तवान् इति सार्कास्टिकलि इति उक्तवान् भगिनी. अभ्यास स उक्तवान् अपि समग्रचिन्तनं करोतु. भगिनी अत्र तत्र अस्माकम् आवलिं कुर्मः वा? अस्तु, यथा गतसप्ताहे सूत्रसेट् कृतवन्तः तथैव कुर्मः अस्माकम् अभ्यासः भवेत्। इत्युक्ते किं किं कृतं सूत्रमपि वक्तव्यं किं सूत्रं कार्यं करोति तत्र अस्तु कस्मिन् अस्तु अस्तु यथा सृज द्रष्टली इति सहि बहु रोचते अस्तु अजन्तदातुः कः आरम्भं करोति भवती करोतु भगिनी भगिनी तर्हि अजन्तदातवः तु आधिक्येन किं भवति अनितः अनितः भवति विरलाः चेतः भवन्ति तत्र किम् अस्ति इकारान्तदातवः तु कस्य इकारान्तः सेवायाम् इति तत्र श्रयिता श्रयितुं श्रयितव्यं तदनन्तरं श्री इति गतिवृद्धुः इति श्वयिता श्वयितुं श्रयितव्यम् इति तदनन्तरम् ईदकारान्तदातः धातुद्वयं वर्तते शी इति किं वर्तते स्वप्ने इति शयिता शयितुं शयितव्यम् इति दीम् इति विहाय स गतौ इति दयिता दयितुं दयितव्यम् इति तदनन्तरम् उकारान्तदातवः तु यूरुनु स्नु क्षु क्षु क्ष्णु इति यु इति किम् अस्ति मिश्रणमिश्रणे इति यौति इति यविता यवितुं भवितव्यम् इति तदनन्तरं रु इति शब्दे इति श्रुतं रु इति शब्दे इति रविता रवितुं भवितव्यं रु नु नु इति स्तुतौ इति नविता नवितुं भवितव्यं युरु नु स्नु स्नु इति किम् अस्ति प्रश्रवणे नविता सवितुं भवितव्यम् क्षु इति पुनः शब्दे इति क्षविता क्षवितुं श्रोतव्यं तदनन्तरं क्ष्णु इति तेजने इति क्ष्णविता क्ष्णवितुं क्ष्णवितव्यं तदनन्तरं दीर्घ उकारान्तदातवः सर्वेपि स्थितः भवन्ति तत्र प्रतिनिधिरूपेण भूदातुः भविता भवितुं भवितव्यम् इति तदनन्तरं ऋकारान्तदातवः वृ इति वृ इति सम्पक्तौ इति तदनन्तरं वृ इति वृ वृङ् इति सम्भक्तौ तन्त्रं मृङ् इति आवरणे इति मन्ये वर्णे इति तत्र वरितावरितुं वर्तते इति वेत्रपि समानरूपाणि ऋकारान्तः पुनः सर्वे अपि सेटः भवति तत्र उदा प्रतिनिधिरूपेण सृधातुः तरिता तरितुं तरितव्यं तरिता प्रकरणे वेट् प्रकरणे आगच्छति सरिता इति नास्ति नास्ति नास्ति केवलं वृत्तोवा आम् आम् आम् अत्रैव अत्रैव आम् आम् आम् भगिनि वृतोवा इति तदनन्तरम् एजन्ताः सर्वे अपि अनितः एव भवन्ति तत्र आहत्य समाप्तम् अजन्तदातुना विषये एकं विशेषम् आगच्छामि अस्तु आरम्भं करोमि अनन्तधातवः आधिक्येन स्टेट् भवन्ति केचन परिगणितधातवः अनिष्ठन्ति एकाशकारान्तदातवः तस्मात् आरम्भं कुर्मः शक् शक्लृ शक्तौ इति शक् योगः तव्यत् इत्युक्ते शक् शक् शक्तव्यत् अत्र केवलं वर्णमेलनमस्ति शक् योगः तव्यत् इति खरिच अस्ति अत्र एकाचकान्तधातवः षड्धातवः ये पच् वच् रिच् विच् सिच् मुच् पच् पक्ता वच् वक्ता ऋच् रेक्ता सिच् सेक्ता सिच् रिच् विच् वेक्ता मुच् मुच् मोक्ता अत्र पक्ता वक्ता अत्र चकारस्य चोहोकु इत्यनेन ककारादेशः भवति पक् योगः ता खरिच् इत्यनेन पक्ता वच् अपि तथा एव हा ऋच् विच् सिच् अत्र चकारस्य चोहोकु इत्यनेन ककारादेशः भवति परेसितस्य जलाधिपत्यस्य कारणेन गुणादेशः भवति आर्द्रधातुकस्य प्रत्ययस्य कारणेन गुणादेशः भूतः रेक् गुणादेशः भवति उपधायां सिद्धस्य इकोर्णस्य लघु इकोर्णस्य आम् रेक् रेक् वेक् सेक् वक्तव्यं प्रथमम् अङ्गकार्यं करणीयम् अस्तु रेक् अस्तु रे रेच् भवति तत्र रेक् भवति रेक् योगः तव्यत् इत्युक्ते अत्र खर्चितेन रेक्तव्य वेक्तव्य सेक्तव्य मुच् इत्यत्र अङ्गकारे प्रथमं पुगन्तलघुपतिन मोच् भवति उकारस्य गुणादेशभूत ओक् ओच् मोच् चोहोकु इत्यनेन मोक् भवति पश्चात् खरिचेतेन मो हा मो खरिचेतेन मोक्ता इति मोक्ता इति भवति व्रच् धातु अस्माभिः दृष्टं पुनः लिखति अङ्गं यथा अनुसङ्गं क्या क्या किं पुनर्वदतु लिखति गुण गुण यथा अनुसङ्गम् इति यदि यथासङ्गं गुणं भवति इति यदि गुणादेशः अस्ति यथासङ्गं गुणं भवति इति इकारस्य एकारः उकारस्य उकारः तथा हा अत्र प्रचित् हा प्रच् अत्र पृष्टा अस्माभिः दृष्टं जकारान्तधातवः भवती कर्तुमिच्छति किं भगिनि चकारान्तधातुः त्यज त्यक्ता तत्रापि यथा गुणानु यथा गुणानुसङ्गं यथा यथानुसङ्गं गुणः गुणकार्यं भवति यथानुसङ्गं गुणः भवति अपि पुगन्तलघुपदस्य अनेन कारणकि सर्वे युज्यते युज्यते उपधायाम् इकारान्तधातु इक् प्रत्याहारे वर्णाः सन्ति त्यज् जकारान्तधातवः अस्ति तत्र चोहोकु अनेन प्रथमं तत् कवर्गीयवर्णः आगच्छति तदनन्तरं खरीच अनेन प्रथमवर्णः भूत्वा सति इति रूपाणि भवन्ति त्यज् तक्ता धज् भक्ता यज् अत्र यज् इति विशिष्टसूत्रमस्ति वृषभ्रशसुजराजनेन चकारस्य स्थाने मूर्धन्यचकारः आगच्छति मूर्धन्यचकार तदनन्तरं यदि तव्य अस्ति तत्र श्नाष्टु अनेन ष्टं भवति तद् यष्टा इति रूपं भवति यष्टा यष्टव्यं यष्टुम् इति निज् पुनः पुगन्तलघुपदस्य अनेन नेक् नेज् भवति खरिच अनेन चोकु खरिच नेक्ता विज् तथैव समानप्रक्रिया वेक् विज् वेक्ता भुज् भोक्ता युज् योक्ता भवति रुज् रोक्ता भवति स्विज् अत्र विशिष्टसूत्रमस्ति स्विज् दृश्य झलो स्विज् दशो झलि अङ्किति अङ्किति अङ्किति यत् तत्र अम् आगत विकार अम् मित् अस्ति सो मिदुचो अन्त्यान्तपर अनेन अन्तिम स्वरस्य अनन्तरम् आगच्छति तत्र आगच्छति यम् अकारस्य संज्ञा भवति तत्र एकोनचि अनेन स्र भवति जकारस्य चोहोकु अनेन सृजमिज राजयाज इति वृषभृश इति सूत्रेण इदानीं शकार मूर्धन्यशकारः भवति, तदनन्तरं स्नाष्टुः तस्य कार्यं भवति. सो आहत्य त्रीणि सूत्राणि भवति, सृज रस झलि अङ्किति, तदनन्तरं वृषभृश सृज राज, तदनन्तरं स्नाष्टुः इति सूत्राणि भवन्ति. यत्र भञ्ज अस्ति तत्र पुनः भञ्ज इति नकार मूले नकार अस्ति, तत्र नष्टापदान्तस्य झलि अनेन अनुस्वारः भवति, जकारस्य चोहोकु अनेन ककारः भवति, तदनन्तरम् अनुस्वारस्य यै पवसवन् अनेन गकार आगच्छति, कवर्गीय अनुनासिकवर्ण तति भङ्क्ता इति भवति. तथैव समानप्रक्रिया रञ्ज् रङ्क्ता, सञ्ज् सङ्क्ता, स्वञ्ज् स्मङ्क्ता. मस्ज् इति विशिष्टसूत्रमस्ति, नशि मस्जो मश्चिनशोः मश्चिनशोः झलि मसि झलो नचि नु मास्ति नशोः झलि अम् अकिति तत्र नुमागम भवति तत्र मस्जि नशो झलि यत्र अस्ति नुमागम पुनः अपि प्रथमं सकार अस्ति तस्य सकारस्य लोपः भवति, संयोग अस्ति सकारस्य लोपः भवति. सो मज् तदनन्तरं नुमागम, नुमागम मकारस्य अनन्तरम् आगच्छति नकार, तदनन्तरं नष्टापदान्तस्य झलि, अनुस्वारस्य ये परसवर्ण अपि चोहोकु अनेन ककार, सो मङ्क्ता इति आहत्य रूपं भवति. भ्रश्च अत्र एतावदपि उक्तं भगिनि, मश्च इत्यत्र मकारस्य परे सकार अस्ति, तस्य परे एव मस् नकार आगच्छति इति. यत् नुमागमः भवति तत् सकारस्य परे न भवति, यतोहि सकारस्य परे भवति. आम् जानामि, परन्तु परन्तु तथा क्रियते चेत् तत् सत्यं, तथा क्रियते चेत् सर्वत्र किं भवति इत्युक्ते मग्न इति रूपसिद्धिः न भवति. मग्न इति रूपसिद्धेः अर्थं मस् म स न ज इति भवेत्. अस्माभिः एतत् अस्माकं पाठे चर्चितं, म न स ज भवेत् चेत् सकाशलोपः भवति, तर्हि नेवर् मैण्ड् किञ्चित् क्लेशाय. पुनरेकवारं दृष्ट्वा वयं भगिनि अहं पश्यामि. भ्रश्च तत्र नूतनसूत्रम् अस्ति, ऋतुपदस्य अनुदात्तस्य ऋतुपदस्य सकारस्य स्थाने रमागमागच्छति इत्र अन्यतरसाम् एक पक्षे भवति एकपक्षे न भवति. सो रेफ सकार स्थाने रमागम आगच्छति, रमागम कारस्य तत् भर् भवति. भ्रश्च तदनन्तरं भ्रश्च भ्रश्च अनेन मूर्धन्यशकार, तदनन्तरं स्नाष्टुः अनेन चकार. सो तत्र भ्रष्टा भवति भ्रश्च भ्रष्टरूपदयो अन्यतसाम् अन्यपक्षे भ्रश्च इति सकारजकारयोः को संयोगः स्को संयोगारन्ते च अनेन सकारस्य लोपः भवति. रज् अस्ति तत्र पुनः रज् इति रश भ्रश इति प्रसक्तिः अस्ति. भ्रश् भवति भ्रष्टा नास्तु भ्रष्टा भ्रष्टव्यम् इति भवति. अवशिष्टम् अग्रिमवर्गे कुर्मः किं भगिनी? मया गन्तव्यम्. अस्तु भगिनि, मस्जिद् यस्मिन् सकारात् पूर्वम् आगच्छति इति उक्तवती खलु, सकारात् परे परे आगच्छति, सकारात् परे कर्तव्यमिति उक्तं. यत् आगमः तु अन्तिम अचुवर्णात् परे एव आगच्छति खलु. तत् सत्यं. मन् स ज भवति. ददामि मश् अष्टाध्यायी किमपि दत्तम् अस्ति भगिनि. अष्टाध्यायी मया आं भगिनि पश्यामि पश्यामि. विरमामः वा? अस्तु भगिनि, धन्यवादाः. भवे भगिनी भवती कुत्र अस्ति? भारतदेशे अस्ति अथवा अस्ति? अत्रैव अस्मि भगिनी. हा अस्तु अस्तु, यतोहि कार्यालये अस्मिन् समये कार्यालये कार्यमस्ति किम्? कदाचित् आयाति भगिनी, कदाचित्. मया चिन्तितं भवती इण्डिया भारतदेशे वसति इति. कम्प्यूटर् हा तत्तु अस्ति. न्यूयार्क् कार्यालये, न्यूयार्क् सिटि कार्यालये तेषामपि सर्वदा किमपि सामान्यते न भवति, किन्तु थर्स्डेस् ट्यूस्डेस् अण्ड् थर्स्डेस् इव्निङ्ग्स् कदाचित् कार्यं भवति. भगिनि, यु डोण्ट् जायिन् द ट्यूस्डे क्लास् अस्ति? न भगिनि, तदेव ट्यूस्डे कदाचित् अधिकतया कार्याणि भवन्ति, तर्हि इति अहं किमर्थम् एकस्मिन् दिने आगच्छामि अन्यस्मिन् दिने? न न, मां सरला भगिनी पाठयिष्यति अत्र. अहं तु भवद्भिः बहु किमपि पठन्ती अस्मि. यदा मया उक्तं, यथा मया उक्तं, मम ज्ञानं बहु अल्पमस्ति. प्रयत्नं करोमि परन्तु अल्पं. मम अद्य एव आरम्भ. भवत्या स्मरणशक्ति तीव अस्ति. किञ्चिदस्ति, किञ्चिदस्ति. अस्तु भगिनि, धन्यवादाः. नमस्कारः. शुभरात्रिः. शुभरात्रिः.